नमस्ते, समासचिन्तनवर्गे सर्वेषां स्वागतम्। प्रथमं तत्पुरुषसमाससूत्राणि पठित्वा अग्रे गच्छेम। उषा भगिनी। आं महोदय। तत्पुरुषः द्विगुश्च द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः स्वयं तेन खट्वा क्षेपे सामी कालाः अत्यन्तसंयोगे च तृतीया तत्कृतार्थेन गुणवचनेन पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः कर्तृकरणे कृता बहुलं कृत्यैरधिकार्थवचने अन्नेन व्यञ्जनं भक्ष्येण मिश्रीकरणं चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः पञ्चमीभयेन अपेतापोढमुक्तपतितापत्रस्तैरल्पशः स्तोकान्तिकदूरार्थकृच्छ्राणित्तेन सप्तमीशौण्डैः सिद्धशुष्कपक्वबन्धैश्च ध्वाङ्क्षेणक्षेपे कृत्यैरृणे संज्ञायां तेनाहोरात्रावयवाः तत्र क्षेपे पात्रे समितादयश्च पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन दिक्संख्ये संज्ञायां तद्धितार्थोत्तरपदसमाहारे च संख्यापूर्वो द्विगुः कुत्सितानि कुत्सनैः पापाणके कुत्सितैः उपमानानि सामान्यवचनैः उपमितं व्याघ्रादिभिः सामान्य अप्रयोगे विशेषणं विशेषेण बहुलं पूर्वा पर प्रथम चरम जगन्य समान मध्य मध्यमवीराश्च श्रेण्यादयः कृतादिभिः तेन नै विशिष्टेनानै सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः वृन्दारकनागकुञ्जरैः पूज्यमानं कतरकतमौ जातिपरिप्रश्ने किं क्षेपे पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद् बष्कयणी प्रवक्तृश्रोत्रियाद् श्रोत्रियाद्यापकधूर्तैर्जातिः प्रशंसावचनैश्च युवाकलतिपलितवलिनजरतीभिः कृत्यतुल्याख्या अजात्या वर्णोवर्णेन कुमारः श्रमणादिभिः चतुष्पादो गर्भिण्या मयूरव्यंसकादयश्च द्वितीयपादः पूर्वापरादरोतरम् एकदेशिनैकाधिकरणे अर्धं नपुंसकं द्वितीयतृतीयचतुर्थतुर्याणि अन्यतरस्यां प्राप्तापन्ने च द्वितीयया कालाः परिमाणिना नै ईषद् अकृता षष्ठी याजकादिभिश्च न निर्धारणे पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन तेन च पूजायाम् अधिकरणवाचिना च कर्मणि च त्रिजकाभ्यां कर्तरी च नित्यं क्रीडाजीविकयोः कुगदिप्रादयः उपपदम् अतिम् अमैवाव्ययेन तृतीया प्रभृतीनि अन्यतरस्यां त्वाच। धन्यवादः महोदय। धन्यवादः भगिनि। अस्तु महोदय। तत्पुरुषसमासान्तसूत्राणि। तत्पुरुषस्य अङ्गुले संख्याविवादेः अहः सर्वैकदेशः संख्यातपुण्याच्च रात्रेः अह्नोन्न एतेभ्यः न संख्यादेः समाहारे उत्तमैकाभ्यां च राजाः सखिभ्यश्च घोरतद्धितलुकि अग्राख्यायामुरसः अनोष्मायसरसां जातिसंज्ञयोः ग्रामकौटाभ्यां च तक्ष्णः अतेक्षुणः उपमानाद्रपाणिषु उत्तरमृगपूर्वाच्च स्वघ्नः नावो द्विगोः अर्धाच्च खार्याः प्राचां द्वित्रिभ्यामञ्जलेः अनसन्तान्नपुंसकाच्छन्दसि ब्रह्मणो जानपदाख्यायां कुमहद्भ्यामन्यतरस्याम्। धन्यवादः भगिनि। गतवर्गे विद्याभगिनी अत्र बन्धशब्दस्य विषये किञ्चित् नूतनविषयं चर्चितम्। अरुणा भगिनी स्मारयति वा? महोदय, अत्र बन्धे च विभाषासूत्रस्य प्रसक्तिः किम् अस्ति इति चक्रबन्धे इति उदाहरणे तच्चर्चितं। तत्र यदा हलन्दात् अदन्दात् सप्तम्या संज्ञायाम् अति वर्तमानसूत्रे चर्चितं, तत्र बन्धे च विभाषा विकल्पेन बन्धे इति शब्दमपि तत्र सम्बन्धं भवति इति गह्यन्तशब्दस्य विषये चर्चितम् इति कृत्वा अत्र स्क्रीन् मध्ये चक्रे बन्धः इति दत्तमस्ति। तत् उदाहरणं पठित्वा तत्र बन्धे च विभाषासूत्रस्य प्रसक्ति तस्मिन् उदाहरणे किमस्ति इति वदतु भगिनि। चक्रे बन्धः चक्रबन्धः चक्रे बन्धः चक्रे बन्धः अस्मिन् समासे बन्धे च विभाषा इति सूत्रेण बन्धे उत्तरपदे परे पूर्वपदं हलन्तः अथवा अदन्तः चेत् तदा पूर्वपदस्य सप्तम्याः अलुक् भवति। अतः चक्रे बन्धः चक्रबन्धः इति रूपद्वयं सिद्ध्यति समासपक्षे। व्यस्तप्रयोगे तु चक्रे बन्धः इति वदति। अत्र चक्रे बन्धः अस्मिन् समासे उत्तरपद बन्धशब्द उत्तरपद पदे बन्ध उत्तरपदं पूर्वपदं हलन्तं वा अथवा अदन्तः, अत्र बन्ध इति अदन्त शब्दः चेत् पूर्वपदस्य सप्तम्याः अलुक् भवति, तदेव बन्धे च चक्रे बन्धः इति रूपमस्ति। सूत्रमपि पठतु। समीचीनं भवति। बन्धे च विभाषा हलन्तात् अदन्तात् सप्तम्याः विकल्पेन अलुक् भवति बन्धे उत्तरपदे परे। बन्धः इति गञ्यन्तशब्दः, बन्धे सप्तम्यन्तं च अव्ययं विभाषा प्रथमान्तं, हलन्त हलदन्तात् सप्तम्याः संज्ञायाम् इत्यस्मात् सूत्रात् हलदन्तात् सप्तम्याः इति अनयोः अनुवृत्तिः भवति। अलुक् उत्तरपदे इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं हलदन्तात् सप्तम्याः विभाषा अलुक् उत्तरपदे बन्धे च। अत्र विविधसूत्रं वदति हलन्त अदन्त अङ्गं सप्तम्यपदम् अस्ति चेत् विकल्पेन अलुक् भवति बन्धे उत्तरपदपरे। अत्र अनुवृत्तिसहितसूत्रं अलुक् उत्तरपदे इत्यस्य अधिकारः अस्ति इति सूत्रम् अनुवृत्तिसहितसूत्रं हलदन्तात् सप्तम्याः विभाषा अलुक् उत्तरपदे बन्धे च। अङ्गं कीदृशम् अङ्गमस्ति सप्तम्याः पदं कीदृशं सप्तम्याः प्रश्ने अस्ति चेत् इद हलदन्तात् सप्तम्याः विभाषेन विकल्पेन अलुक् भवति बन्धशब्द उत्तरपदे अस्ति। तदेव अत्र अलदन्तासप्तम्यसंज्ञायाम् इति प्रथमसूत्रमस्ति, षष्ठमाध्यायस्य तृतीयपादस्य नवमसूत्रम्। अत्र त्रयोदशसूत्रमस्ति बन्धे च विभाषा, तत्र अधिकार इत्यस्य अनुवृत्तिसहितसूत्रं आलन्दात् आलन्दात् सप्तम्या इति तत्र च इति उक्तत्वा तत्रापि अनुवृत्ति भवति. किं वक्तम् इति चेत् बन्धे उत्तरपदे अस्ति चेत् बन्धे उत्तरपदे सति पूर्वपदस्य अलुक् भवति. यदि पूर्वपदं हलन्तमस्ति अदन्तमस्ति सप्तम्या विभक्त्यां भवति चेत् विभाषा इत्युक्तत्वात् विकल्पेन इति अर्थमपि स्थापयति. तदेव सूत्रस्य सम्पूर्णार्थं. तत् कृत्वा तत्र चक्रे बन्धः इति बन्धशब्दम् उत्तरपदमस्ति, चक्रे इति अदन्तपदं सप्तमी अस्ति पूर्वमस्ति इति कृत्वा अच्च बन्धे च विभाषा इति सूत्रप्रसक्ति भूत्वा तस्य बन्धशब्दस्य पूर्वपदं सप्तम्यन्तमस्ति अदन्तमस्ति इति कृत्वा तस्य लुक् विकल्पेन अलुक् भवति, विकल्पमस्ति व्यस्तप्रयोगमपि भवितुमर्हति इति कृत्वा त्रीणि रूपाणि समीचीनं साधु एव. चक्रबन्धः इति सामान्यसूत्रं सूत्र सत्सूत्रं किं वदति, तत्सूत्रस्य अति शुष्कसिद्धशुष्कपक्वबन्धैश्च इति सप्तमी तत्पुरुषसमाससूत्रम् अस्ति. तत्कारणेन तत्र चक्रबन्धः इति रूपं सिद्ध्यति तस्य सप्तमी लुक् भवति तत्र सप्तम्यन्तं. तदनन्तरं चक्रे बन्धः इति हलन्दात् अदन्तात् बन्धे उत्तरपदे विभाषा इति सूत्रप्रसक्ति कृत्वा चक्रे बन्धः अपि साधु अस्ति. समासं नास्ति चेत् चक्रे बन्धः यथावत् तिष्ठति इति एव चर्चितं वर्गे. तदनन्तरं संज्ञायां प्रक्रिया पूर्वापर अधर उत्तर एकदेशी नैकाधिकरणे इति तस्य प्रक्रियायां विषये चर्चितमस्ति. तत्पूर्वं तत् सूत्रं पठित्वा अत्र शर्मला भगिनी पठति वा पूर्वापराधरोत्तरमेकदेशीनैकाधिकरणे सूत्राणि? अस्तु महोदय. पूर्वापराधरोत्तरमेकदेशीनैकाधिकरणे पूर्व अपर अधर उत्तर इत्येते समर्थाः सुबन्ताः एकत्वसङ्ख्याविशिष्टेन अवयववाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषसमासो भवति. एकत्वसङ्ख्याविशिष्टेन अवयवीना सह पूर्वादयः समस्यन्ते. एतत् सूत्रं षष्ठी तत्पुरुषसमासस्य अपवादः. एकदेशः इति शब्दः अवयवार्थे अस्ति. एकदेशी अवयवी शब्दः समुदायार्थे अस्ति. पूर्वं च परं च अधरं च उत्तरं च तेषां समाहारद्वन्द्वः पूर्वोपराधरोत्तम एकदेशः अस्य अस्ति इति एकदेशी तेन एकदेशिना. एकं च तत् अधिकरणम् एकाधिकरणं तस्मिन् कर्मधारयः सुभामन्त्रिते पराङ्गवत्स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति. प्राक्कळारात् समासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः, सहसुपा इत्यस्य अधिकारः, विभाषा इत्यस्य अधिकारः, तत्पुरुषः इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं पूर्वापराधरोत्तम सुप् एकदेशिना उत्तम नास्ति उत्तर उत्तरं क्षम्यता पूर्वापराधरोत्तरं सुप् एकदेशिना सह सुपासः एकाधिकरणे विभाषा तत्पुरुषसमासः यथा पूर्वं कायस्य पूर्वकायम् अत्र केचन शब्दाः दत्ताः सन्ति तेन सह एकदेशि एकसङ्ख्याविशिष्टेन अहं सम्यक् न जानामि महोदय एकत्वसङ्ख्याविशिष्टेन अवयविवाचिना अस्तु अत्र सूत्रं किं वदति प्रथमम् अनुवृत्तिसहितसूत्रं किं वदति उत्तर एते शब्दाः सुबन्तेन सह समस्यन्ते परन्तु कीदृशः सुप् भवेत् एकदेशी एकाधिकरणे अतः इफ् देर् इस् वन् आब्जेक्ट् दट् आब्जेक्ट् इस् दि फुल् आब्जेक्ट् तस्य किमपि तस्य एकं भागं वा आम् अवयवी अवयवसम्बन्धः चेत् तत्र यथा पूर्वं कायस्य अत्र पूर्वकायं भवति अपरं कायस्य अपरकाय सो लेटर् हाफ् एण्ड् प्रीवियस् हाफ् आफ् दि बाडि इति अर्थं भवति इति अहं चिन्तयामि अस्तु केवलम् इत्र अत्र चिन्तयति एकदेशिना एकाधिकरणे तत् किं सूचयति इति मनसि स्पष्टं भवति चेत् पूर्णं सूत्रस्य अर्थमेव भवति यत् अवयवी अस्ति तस्य एव एकम् एकभाग एकाधिकरणे इति उक्त्वा एकवस्तु अधिकरणं भवति तस्य एकदेशी इति कृत्वा तस्य अवयवरूपेण अवयव इत्युक्ते न केवलं लिङ्गं नास्ति तत्र तस्य भागं कृत्वा तस्य अधिकरणस्य विविधभागानि दृष्ट पश्यति चेत् तस्य पूर्वं प्रति अत्तर अधर उत्तरम् इति सुबन्धानि एकदेशिनां सूचयति अधिकरणस्य एकदेशं सूचयति तत् कृत्वा तस्य एकदेशी एकदेशीसमासः इति नामधेयमस्ति प्रथमाविभक्ति इति प्रथमसत्पुरुषसमासः इति लौकिकरूपमपि अस्ति यस्य किन्तु शास्त्रे एक प्रथमाविभक्तत्पुरुषसमासः इति न वक्तुं शक्यते तत्र यदा भगिनी उक्तं पूर्वकायस्य पूर्वं कायम् उत्तरं कायस्य कायम् इति शरीरस्य एकदेशी अधिक अधिकरणं सूचयति पूर्वम् इति उक्तत्वात् का शरीरस्य पूर्वभागं शरीरस्य अपरभागम् अधरभागम् उत्तरभागम् इति सूचयति चेत् तस्य एकदेशाधिकरणे एकदेशीसमासः भवति अथवा प्रथमतत्पुरुषसमासः भवति इति अग्रिमं पठतु भगिनि अधरम् अपि च उत्तरम् इत्युक्ते टाप् एण्ड् बाटम् इस् इट् पूर्वम् उत्तरम् इस् फार्मर् लेटर् ओर् फ्रण्ट् एण्ड् बेक् अपरं पूर्वभागं कायस्य पूर्वभागम् इत्युक्ते फ्रण्ट् पोर्शन् आफ् द बाडि अपरं मीन्स् बेक् सैड् आफ् द बाडि अधरं मीन्स् लोवर् पोर्शन् आफ् द बाडि उत्तरं मीन्स् टाप् आफ् द बाडि अग्रिमं पठतु पूर्वपर किम् एकदेशेन इत्यस्य प्रयोजनं किम् पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे इति सूत्रे एकाधिकरणे इत्यस्य प्रयोजनं किम् न तस्य पूर्वम् तस्य पूर्वम् अस्ति एकदेशेन इत्यस्य प्रयोजनं किम्? अस्तु अस्तु अस्तु पूर्वपराधरोत्तरम् एकदेशिन एकाधिकरणे इति सूत्रे एकदेशिन इत्यस्य प्रयोजनं किम्? एकदेशिन इति पदस्य प्रयोजनं यत् अवयवविवाचकेन अवयविवाचकेन अवयविवाचकेन सुबन्तेन सह एव समासः भवति। यत् यदि षष्ठ्यन्तं पदम् अवयविवाचकं नास्ति तर्हि समासः न भवति, यथा पूर्वं नाभेः कायस्य इति वाक्यं। कायसम्बन्धी यः नाभिः तस्य अपेक्षया पूर्वभागः इत्यर्थः। नाभेः इति षष्ठ्यन्तं पदम् अस्ति परन्तु अवयवी नास्ति अपि तु अवयवः, अतः पूर्वनाभिः इति समासः न भवति। नाभेः पूर्वभागः नाभेः अवयवः नास्ति अपि तु शरीरस्य अवयवः इत्यतः अत्र पूर्वनाभिः इति समासः न भवति। अतः अत्र अवयव यत् वस्तु निर्दिष्टमस्ति समस्तपदेन तत्र अवयव अपि तस्य एव भवेत् इति कारणेन अत्र एकदेशिना इति शब्दं प्रयुज्यमस्ति। यथा अत्र पूर्वं नाभेः कायस्य इत्युक्ते नाभि इति कायस्य अवयवः, पूर्वं नाभेः कायस्य इत्युक्ते नाभेः उपरितन यः भागः अस्ति तत्तु नाभेः अवयव नास्ति, तत्तु कायस्य अवयवः भवति। अत्र षष्ठी तु नाभि इति शब्दस्य षष्ठी अस्ति, अतः अत्र पूर्वनाभि इति न भवति। सम्यक्, नाभि इति कायस्य अवयवं पूर्वमेव सूचितम्। अत्र पूर्वनाभे इति उक्त्वा कायस्य अवयवस्य पूर्वभागम् इति भवति अति कृत्वा एकाधिकरणे एकदेशिनां सूचना न भवति इति कृत्वा तत्र समासः न भवति इति उक्तम्। धन्यवादः भगिनि। गीताञ्जलि भगिनि, अधिकरणे एकाधिकरणे इत्यस्य प्रयोजनं किम्? पूर्वपराधरोत्तरमेकदेशिनैकाधिकरणे इति सूत्रे एकाधिकरणे इत्यस्य प्रयोजनं किम्? एकत्वसङ्ख्याविशिष्टः चेत् एव अवयवी इति स्वीक्रियते, अवयवी एकवचनान्तः भवेत्। एकत्वसङ्ख्याविशिष्टेन अवयविना सह समासः भवति, किन्तु बहुत्वसङ्ख्याविशिष्टः अवयवी चेत् समासः न भवति। यथा पूर्वच्छात्राणाम् इति उदाहरणे अवयवी छात्राणां बहुवचने अस्ति, अतः समासः न भवति। अत्र छात्राणां समुदायः अवयवी अस्ति परन्तु एकवचने नास्ति, अतः समासः न भवति। पूर्वश्छात्राणाम् इति भिन्ने पदे स्तः, अत्र केवलं सन्धिः एव कृतः। पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे इति सूत्रे अत्र दत्तम् एकाधिकरणे इत्यस्य प्रयोजनं किम्? एकाधिकरणे अत्र प्रयोजनम् इत्युक्ते एकवचने एव समासः भवितुमर्हति, बहुवचनम् अस्ति चेत् समासः न भवति इति विशिष्टवार्ता अत्र। इत्युक्ते उदाहरणं दत्तं तत्र, यदि छात्राणाम् अस्ति चेत् तत्र छात्राणां तु षष्ठी बहुवचनमस्ति, बहुवचनमस्ति चेत् अत्र समासः न भवति. किमर्थं चेत् बहुवचनमस्ति चेत् एकत्र सर्वे भवेत् इति सर्वदा तु वयं न जानीमः. इत्युक्ते भिन्नदेशे अपि ते भवितुम् अर्हन्ति चेत् एकवचनम् एव स्वीकृत्य समासः भवति इति मुख्यवार्ता महोदय. आं भगिनि, तत्र एकत्वसङ्ख्याविशिष्टः बहुत्वसङ्ख्याविशिष्टः तत्र तयोः भेदम् अस्ति चेत् अवगम्यते चेत् तत् सूत्रस्य प्रसक्तिः केवलम् एकत्वसङ्ख्याविशिष्ट अवयविना सह एव भवति. किं कारणम् इत्युक्ते एकत्व अधिकरणे एव अवयवं सूचयितुं शक्यते. यदि यदि अधिकरणं बहुत्वमस्ति, बहुवचने अस्ति, तत्र कस्य अवयवः इति प्रसक्ते पृष्टे सति बहुवचनं बहुवचनं भूत्वा तस्य कस्य इति वक्तुं न शक्यते. तत्कारणतः एकत्वसङ्ख्या अवश्यं भवेत्. तस्य अवयवरूपेण किम् अस्ति तद् द्रष्टुम् एकत्वसङ्ख्याविशिष्ट अवयवी भूत्वा तस्य तत् अधिकरणमपि भवति. तस्य अवयविरूपेण पूर्वपर अधर उत्तर एकदेशी दर्शयितुं पूर्वपर अधर उत्तर एतानि पदानि अधिकरण अधिकरण एकत्वसङ्ख्या अधिकरणस्य समासं कर्तुं शक्यते. यदा पूर्वं दृष्टं कायस्य पूर्वं पूर्वकाल इति तत्र महोदय एकदेशिना अपि च एकाधिकरणे भेदः किं किम् इत्युक्ते यदि यदि अवयवम् अवयवं वक्तुं शक्यते इच्छति भवन्ति तत्र कस्य अवयवम् इति पृष्टे सति एकत्वसङ्ख्या एव वक्तुं शक्यते न. आं महोदय, यदा छात्राणां पूर्वभागं न वक्तुं शक्यते. छात्रः तस्य पूर्वभागं पूर्वछात्रम् इति वक्तुं शक्यते. पूर्वछात्रः आम्, किन्तु छात्राणां पूर्वम् इत्युक्ते अवयवी अवयवी बोधो न जायते. कस्य अवयव इति पृष्टे सति किम् उत्तरं ददाति? महोदय तत्र भेदः कः? एकदेशिना अपि तदेव तदेव अर्थः. एकदेशिना इत्युक्ते इन् वन् सब्स्ट्राटम् इन् वन् सब्स्ट्राटम् यु केन् शो वन् सैड् आफ् इट् but if the substratum is multiple in nature, suppose if there are let us say there are row of houses, now you want to tell that the post electric post is in front of one house. Okay, now that is in that in front of that house, so the electric post is in front of one house only. But even if you say the houses, the electric post in front of the houses, then you will not know which house is being referred to. तत्तु एकाधिकरणे, किन्तु एकदेशिना इत्युक्ते एकदेशी इट् इस् शोयिङ्ग् ओन्ली वन् नो फ्रेण्ड् So the front side of the house is being indicated by that. The electric post is in the front side of the that house where the post is there. So it has to be one adhikarana, and in that one adhikarana you are showing one side of it or one portion of it, one avayava of it. So here the front of that house will become purva griham. So in the samasa you cannot say anything like front, including the front and back of the house. That cannot be no. Samasa. No, that will not, then it is not ekadeshi avayava, na? Mm-hmm. Then it is not an ekadeshi avayava. Ekadeshi ityukte one part. Ekadhikarane ityukte singular object. Single substratum. Single substratum, single part. So ekadhikaranam, ekadeshi. These are the two different parts which is used in this particular explanation. It has to be one substratum of which one side is indicated by the samasa. See, for example, if you want to say there is a kitchen garden at the back side of my house. So there, the kitchen garden and back side can be indicated by ekadeshi of the ekadhikaranam, which is your house. Avagadamba? नाम महोदय धन्यवादः. अत्र तदनन्तरं न पठितम् इति अन्न इति सर्वेभ्यः सर्वे devashi samasamyate sankhya. This sutra has not been taken, so we will go to this. This prakriya. Pushpa Bhagini padati va prakriya iti अवयवाः दट् इस् एक्स्प्लेनेशन् पूर्वाह्ने कृतं right purvane krita tantapatena ya tantapatena takrita ratra avayava avayavaha bhagavati ga padtu we'll revise this sutra again. Okay. Dinasya ratrehe cha avayava vachi saptami antapadam tantena subantena saha samasyate saptami tatpurushah cha vikalpena bhavati तेनाहो रात्रावयवाः अहर् अवयवाः रात्रि अवयवाः अवयवाश्च सप्तमी अन्ताः तान्तेन सह समस्यन्ते तत्पुरुषश्च समासः च विकल्पेन भवति दिनस्य रात्रेः च अवयववाचि सप्तमी अन्तं सुबन्तं सप्तमी अन्तं सप्तमी अन्तं सुबन्तं त प्रत्ययान्तेन सह समस्यते अहोरात्रावयवाः इत्युक्ते दिनस्य अवयववाचिशब्दाः तथा च रात्रेः अवयववाचिशब्दाः इति अहन् अहं च रात्रिश्च अहोरात्रम् इति समाहारद्वन्द्वसमासः तस्य अवयवाः अहोरात्रावयवाः द्वन्द्वगर्भषष्टितत्पुरुषः तेन तृतीयान्तम् अहोरात्रावयवाः प्रथमान्तं सुभामन्त्रते पराङ्गवत्स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति. प्राक् कडारात् समासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः, सप्तमी शौण्डैः इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः, सः सुपा इत्यस्य अधिकारः. अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति. विभाषा इत्यस्य अधिकारः, तत्पुरुषः इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम् अहोरात्रा वयवाः सप्तम्यः सुपः, तेन सुपासः विभाषा तत्पुरुषः समासः. तेनाहोरात्रा वयवाः इति सूत्रं वदति, अहोरात्र अवयवाः, अहोरात्र अवयवाः सप्तमी अन्तसुबन्तपदं तान्तपदेन सह, तान्तसुबन्तेन सह विभाषा तत्पुरुषः समासः भवति. अहोरात्र अवयवाः इत्यस्य अहञ्च रात्रिश्च भागः, अहस् दिनस्य अथवा रात्रिपदस्य भागः तान्तपदेन सह समस्यते. सप्तमी तत्पुरुषसमासः भवति. पूर्वाह्ने कृतं दट्स् वाट् निक्मस्ते. तत्र अस्मिन् सूत्रे अवयवग्रहणं किमर्थम्, अस्मिन् सूत्रे अवयवग्रहणं किमर्थं कृतम्? अहनि भुक्तं, रात्रौ वृत्तम्, अह्नि दृष्टम् इत्यादिषु स्थलेषु समासः न भवति, यतोहि अहनि अह्नि रात्रौ च साक्षात् अधिकरणं नास्ति, अधिकरणम् अस्ति. एतानि अहोरात्रावयवाः न सन्ति. अहनि भुक्तं, रात्रौ वृत्तम्, अह्नि दृष्टम् इत्यादिषु स्थलेषु समासः न भवति, यतोहि अह्नि इति भागः नास्ति, अधिकरणं पूर्ण अधिकरणमेव अस्ति, भागः नास्ति इत्यति इत्यतः कारणात् अह्नि भुक्तं समासः न भवति, रात्रौ वृत्तमपि समासः न भवति. सम्यक्. नास्ति चेत् कुत्र भवति? कुत्र भवति? पूर्व यथा पूर्वाह्ने कृतम् इत्युक्ते पूर्वान्नकृतम् इति समस्तपदं क्रियते. पूर्वाह्ने कृतम् इति विभाषा इति कारणतः व्यस्तप्रयोगमपि भवितुमर्हति. पूर्वान्नं नाम दिनस्य पूर्वभागः इत्यर्थः. दिनस्य पूर्वभागे सम्पादितं, दिनस्य पूर्वभागे सम्पादितं तत् पूर्वान्नकृतम् इत्युक्ते इत्युच्यते. पूर्वान्नयोगः ङि योगः कृतयोगः सु. आम् महोदय. पूर्वान्नः इति पदं दिनम् इति पदस्य अवयववाचिपदम्, अतः तादृशस्य दिन अवयववाचिपदस्य कृत इति त प्रत्ययान्तेन सह समासः भवति, तेनाहो रात्रावयवाः इति सूत्रेण. आम् महोदय. पूर्वाह्ने कृतम् इति व्यस्त इति लौकिकविग्रहवाक्ये पूर्वान्नयोगः ङीयोगः कृतयोगः सु इति अलौकिकविग्रहवाक्यं. पूर्वाह्ने इति दिनस्य पूर्वभागे यत् सम्पाद्यं यत् कृतं पूर्वाह्ने कृतम् इति लौकिकविग्रहवाक्यं. दिनस्य पूर्वभागे सम्पादितं पूर्वाह्न इति उच्यते. दिनस्य अवयववाचिशब्दस्य पूर्व इति अवयववाचिशब्द. पूर्वाह्ने कृतम् इति तान्तपदं, समस्तपदं भवति पूर्वान्नकृतम् इति. अत्र यदि अहनिभुक्तं समासः न भवितुं शक्यते तत्र किं पदं योजयित्वा समासं कर्तुं शक्यते? पूर्वाने भुक्तं पूर्व अथवा पर अहनि इति सम्पूर्ण अधिकरणमस्ति कृत्वा तत्र समासः न भवति, किन्तु तत्र पूर्व पर अदर तर एते एतानि किमपि अवयवरूपी सूचयित्वा तस्य पूर्वं गर्भ द्वन्द्वगर्भसमासः भवति तदत्र तदनन्तरं सप्तमी तत्पुरुषसमासं भवितुं शक्यते. पूर्वाह्ने भुक्तम् अथवा उत्तराह्ने भुक्तम् इति अस्मिन् सूत्र प्रसक्ति कृत्वा तयनोवः रात्रावयवाः इति सूत्रस्य प्रसक्ति भवति. उमा भगिनी नमस्ते. नमस्कारः. ऐ वेट् फार् वोटिङ्ग् लोकल् इलेक्शन्. ओके, नो प्राब्लम्. जायमानविषयमस्ति तेनाहो रात्रावयवाः इति सूत्रस्य अवयवः एव सप्तमी तत्पुरुषसमासः भवितुमर्हति. अवयवः नास्ति चेत् सप्तमी तत्पुरुषः न भवति. तत्र प्रक्रिया इति दत्तमस्ति, तत् पठति वा? पठामि. पूर्वयोगः सु, योगः अहन्, योगः न्यस्. अत्र पूर्व अपर अधर उत्तर एकदेशिनः अधिकरणे इति सूत्रेण एकदेशिसमासः भवति. पूर्वयोगः सु, अह योगः अहन्, योगः यस्. समासस्य प्रातिपदिकसंज्ञा सुब् लुक् च भूत्वा पूर्व इति उपसर्जनसंज्ञकस्य पूर्वनिपातः भवति. पूर्वयोगः अहन् इति सिद्धं भवति. अधुना राजा अहस्तकिभ्रष्ट राजा अहस्तकिभ्रष्ट इत्यनेन तत्पुरुषसमासस्य उत्तरपदरूपेण राजन्, अहन्, उत सखि एतेषु कश्चन शब्दः विद्यते चेत् तस्मात् सच् इति समासान्तप्रत्ययः विधीयते. अत्र पूर्वयोगः सु, योगः अहन्, योगः यस्. अत्र स्थिते अस्ति पूर्वयोगः अहन् पूर्वैकप्रातिपदिका प्रातिपदिकं संज्ञा सुलुक् भवति. अत्र पूर्व इति उपसर्जनसंज्ञा भवति. देन् राजा अहस्तकिभ्यश्च इत्यनेन सूत्रेण राजन्, अहन्, सखि एतेषु शब्दाः अस्ति चेत् सच् प्रत्ययः विद्यते. सो पूर्व अहं तत् इति भवति. तत् योजयति चेत् अकारः अकारः एव आगच्छति. पूर्व अहं तत् इति भवति. अहोन्न अहोन्न एतेभ्यः इति सूत्रेण यस्मिन् समस्तपदे सर्वशब्दः सङ्ख्यात शब्दः एकदेशवाच्यः शब्दः उत अव्ययवाच्यः शब्दः पूर्वपदरूपेण विद्यते तथा च अहन् शब्दः उत्तरपदरूपेण विद्यते. तस्मात् समासान्तप्रश्ने प्राप्ते अहन् शब्दस्य अन्न आदेशः भवति. को अहन् एकदेशवाच्यशब्दः नाम येन शब्देन एकदेशी समासः जायते. पूर्व अपर अधर उत्तर एकदेशिनः एकाधिकरणे इति सूत्रेण पूर्व इति एकदेशवाचकः शब्दः पूर्वपदे विद्यते. अहं शब्दः उत्तरपदे विद्यते. अपि च तच् इति समासान्तप्रत्ययः च प्राप्तः इति कृत्वा अहं स्थाने अन्न इति आदेशः भवति. अत्र पूर्व अहं तत् प्रति अपि योजयति चेत् अत्र अहं शब्दः अन्न इति रूपं लभति. सो पूर्वान्न इति आगच्छति. सम्यक् सम्यक् तदेव. धन्यवादः. तत्र सूत्रद्वयं नूतनम् अस्ति अत्र वर्गे चर्चितं नास्ति, किन्तु प्रक्रियायाम् अवसरे तस्य प्रसक्तिः अस्ति कृत्वा केवलं पठितमस्ति. अन्नोन्न एतेभ्यः इति समास तत्र सूत्रस्यापि एकम् अस्ति, तत् न चर्चितं वर्गे. राचास् अहस् सखीभ्यश्टच् इति टच् विधानसूत्रं पूर्वमेव पठितमस्ति, अव्ययीभावसमासे अपि तस्य प्रसक्तिः पठितम् इति कृत्वा तस्य नूतनं नास्ति. किन्तु अत्र केवलम् अह्नः इति आदेशस्य कारणम् अन्येन एतेभ्यः इति सूत्रेण भवति इति एव विशिष्टमस्ति. सर्वशब्दाः सङ्ख्यातशब्दाः तु अनुवृत्तिसहितरूपेण आगच्छति तस्मिन् सूत्रे. एकदेशे वाचकशब्दः अहं शब्दः एतेभ्यः. But this portion has not been taken in the class. So we'll just now go to the revision so that avyayi vava samasasya punaravartanam jayamanam. Now, Umabhagini, can you tell the prakriya for Adhihari? Umabhagini, asti va? हरौ इति सप्तमी. सो अधिहरि रिप्लेसस् हरौ प्रक्रिया ओके. सोपानानि पञ्च पञ्च उप पञ्चाङ्ग सो विभक्ति लाङ्ग् सूत्रम् विभक्ति सर्वप्रथमं किं भवति संज्ञाविधानं भवति न सो हरि इति प्रातिपदिकं वाट् ईस् द सूत्रास् विच् विल् गिव् द संज्ञा फार् द प्रक्रिया. What are the samnyas required? First let us decide that. For the prakriya, what are the samnyas required? Hari, for that, we require saptami. So, ni is required, no? Hari. We are talking about avyayi bhava samasah bhagani. Okay. Saptami tatpurusha nasti. No, tatpurusha, saptami tatpurusha nasti. Agreed. Kintu, adhi iti, what should I say, vibhakti abhiye padam. So, along with hari, adhi yojayati. So, adhi hari iti adhichati. It is not like that, Bhagini. What we have to do is we are all experts in cooking. So before cooking starts, we will have to assemble the things there, you know. Yes. Like you have to bring salt, you have to have haldi, you have to have dal or whatever. The ingredients are required to be assembled. Yes. So that assemblage of things are called the namings. Okay. That is the first sopanam, where you have to give the names, because only certain names can be used for a prakriya. If so that name is there, then only. Prakadara samasaha. So samasaha. Ah. Right. Now you are coming to the line. So what are the samasapnyas which are required for the prakriya to start with? Yeah, first I have to bring the samasa, so I bring prakadara samasaha, I bring that. Then, next step is, okay, then, so I have to do avyayibhava samasa, so avyayibhavaha iti, avyayibhava samasaha, iti suchayasmi, suchayami, then, Subanta-pratyaya and Tiganda-pratyaya are vibhaktihi. So, atra prajipatika-samya, am I right? Yeah, can you see the screen? Yeah, I'm what seeing. Is the Pratama Upanga, what is that? It is Samasaha. So Samasa-samya, then you have, yeah, then you have to give that. I have to do avyayibhava samasa. So I bring prakadara samasaha iti samasa sutrena sutra param. I have to bring avyayibhava. No. Right? No. Okay. Kintu pada. भवत्यां पार्श्वे सुबन्धानि सन्ति, सुबन्धानि एव अस्ति अत्र. अव्ययमपि सुबन्धमस्ति, उत्तरपदमपि सुबन्धमस्ति. सुबन्धं सुबन्धेन सह समस्यते समीचीनमेव, किन्तु प्रक्रिया अवसरे तत् सुबन्धत्वं पूर्वरूपं भूत्वा एव प्रक्रिया आरभ्यते. सुबन्धस्य पूर्वरूपं किमस्ति? सुबन्धस्य पूर्वरूपं किमस्ति? सप्तमी विभक्ति. सुबन्धस्य पूर्वरूपं सुबन्धपदं प्रातिपदिकं योगः सु. हा, प्रातिपदिकं केन सूत्रेण विधीयते? सुप्तिगन्तं पदम्. तत् सुबन्धं भवति. कृत्तद्विधसमासाश्च. यदि कृत्तद्विधसमासाश्च यदि प्रातिपदिकसंज्ञा न क्रियते चेत्, तच्च संज्ञाविधानं न भवति चेत्, प्रक्रिया कर्तुं न शक्यते भवति. प्रातिपदिकात् एव प्रक्रियां कर्तुं शक्यते. सुबन्धं सुबन्धम् एव तिष्ठति, केवलं सन्धि कर्तुं शक्यते. किन्तु प्रक्रिया कर्तुम् इच्छति चेत् सुबन्धस्य प्रत्ययनिष्कासनं कृत्वा तस्य प्रातिपदिकरूपं सिद्ध्यति, तदनन्तरं तयोः प्रक्रियायाम् अवसरे किं रूपं सिद्ध्यति, तदनन्तरं यदावत् पूर्वं सुबन्धं योजयित्वा पदं सिद्ध्यति. Okay, I shall repeat after this. Okay, so that I know whether I have got it. Can I? Yes, tell me. So, this is avyayibhava samasa. So, pratame aham suchayati and aham samasaha karomi. Tasmat prakadara samasaha iti sutram agacchati. Tadanantara, what type of samasa? Avyayibhava samasa. So, avyayibhava iti suchayati. Then, Kripta-dhira samasa. So, Samyak. Samyak. Tat Pratama Upangam. तदनन्तरं द्वितीय उपाङ्गं प्रति सरेम तत्र द्वितीय द्वितीय उपाङ्गं किं भवति समासः कथं भवति इति सुबन्तेन सह समस्यते अत्र अव्ययं सुबन्तेन सह समस्यते द्वितीय उपाङ्गं किम् अस्ति ओके सुविभक्तिप्रत्ययानां लुप् भवति सुधातु प्रातिपदिकयोः सो धातु प्रातिपदिकस्य सुब् लुक् भवति सो हरौ इति चेत् हरि प्लस् नि सो दट् नो ऐ थिङ्क् ऐ एम् नाट् करेक्ट् पदद्वयमस्ति न हरौ इति इति इति अव्ययं सूचयति देयरफॉर इति इन द प्लेस ऑफ इति यू हैव आदि अधिकरणं अव्ययं भवति सो हरौ योगः आदि इति स्थिते प्रक्रिया यदा कृतद्विधसमासश्च प्राक्कडारास अव्ययीभावसमासज्ञानां विधानानन्तरं अलौकिकविग्रहवाक्यं प्रथमं सूचयति तत् अलौकिकविग्रहवाक्यं किं भवति इति सुबन्धप्रत्ययः तस्य लुक् भवति तदनन्तरं प्रत्ययलोपः लुक् भवति चेत् तस्य प्रसक्तिः अत्र अस्ति See, Bhagini, you made the first samnya. You gave the name for the padas. Okay. Now, pada cannot be joined. It can be only made sandhi. So, you need prakriya form. For that, you have to remove the what you call the padanda pradanda pratyaya. You have to remove it. Okay. For that, you have to write first for that, you have to write the first alaukika vigraha vakyam. Okay. So, alaukika vigraha vakyam when you write it, then only you will know what is the pratipadikam, what is the pratyaya. Then you remove the pratyaya to get the two pratipadikams separately. Even though the pratyaya has been removed, they have the padasamnya, that is a different issue altogether. Don't have to worry about it for the time being. Okay. But for us, the pratipadikams are the ingredient for making the samasa. Okay. So you get the two pratipadikas. Now, when you get two pratipadikas, you should know which one to be placed first, which one to be placed second. That is the next step. So, what is the sutra which will apply and what is that, which vadam will come, purvam padam, uttara padam, that once that is fixed, then comes the next stage, the pratipadikam you have to mix together without the pratyas. Then you get one pratipadikam. Two pratipadikam, when you mix together, you get one pratipadikam. In after that new pratipadikam comes, then you have to say whether there is any special sutras for the end part of it, because new pratipadikam end should be in such a condition that it can take the subandham. So before taking the subandham, whether there is any samasanda pratyaya to be added or not has to be defined first. Then once that is done, then you have to give that linga nirnayam, whether it is paravallingam bhavati or napumsaka lingam bhavati, whichever may be the case, that has to be known before getting the subandham. then only you will know what is the pratyaya for the subandham. No, if it is napunsakam, then there is a pratyaya is different. If it is pullingam asti chet, then there is a different pratyayas. If it is strilingam asti chet, the pratyayas are different. So you should decide the lingam of the padam to be formed. In the case of avyaya padam, everything is napumsaka lingam. So napumsaka lingam will be vidhana. The napumsaka lingam vidhana anantaram, then you is it the same for all the seven vibhaktis and the seven vachanas? No. There is an exception for panchami, saptami, tritiya. Right? Yes. So those sutras will come into effect, and therefore you will get the final form of the avyayi bhava samasa with the napumsaka lingam, with exceptions of saptami, tritiya and panchami. Right? This is the prakriya which you have to keep it in mind, and then you have to tell all the sutras one by one and the prakriyas in such a way. सुप्रातिपदिकयोः सुप्रातिपदिका श्री शेखर् सो ह्यर् हरि योगः योगः आदि आदिष्ट अवि अव्ययपदं देन् सो दट् प्रत्यय लोपः बट् यु सेड् टु हियर् ऐ नो ऐ एम् गेटिङ्ग् ओन्लि वन् डिस्टिङ्ग् यस् बट् अव्ययी भाव हेस् pratyaya, but which has been already removed by avyayata apsupaha. Okay. That is why you don't see that. So hari yogaha ni, adi yogaha sup was there, but then because it is an avyaya padam, that sup has already been, lopa had taken place. That's why you get only adi there. So, Hari Yogaha, Ni Yogaha, Adhi, that Pratyaya Lopaha Bhavati, Ni Luk Bhavati, so Pratyaya Lope, Pratyaya Rakshanam, Ityasma, Tatra, Tatra Prasakti Ki Api, Asti Tatra. Even though the Pratyaya has Lopanantaram Api, तस्य प्रसक्तिः अस्ति अत्र सो अत्र प्रथमा निर्दिष्टं विहाय अस्ति सो आदि इति प्रथमा विभक्तिः अस्ति तस्मात् तदेव पूर्व पदम् अस्ति सो उपसर्जन पूर्व प्रथमा निर्दिष्टम् उपसर्जनं सो सो आदि बिकम्स् प्रथमपदं सो अधि प्लस् हरि योगः हरि अधि हरि अधिहरि इस् प्रातिपदिकं नौ सो अधिहरि इस् प्रातिपदिकं यस् अधिहरि इस् प्रातिपदिकं सो नौ अत्र टच् प्रत्यये विधानम् अस्ति बिकास् अकारान् नौ What is the Pratipadikantam? Pratipadikantam is Hari. Means what? Adi Hari. No, the last varna is what? Ikarantapadam. So, Ikarantam asti ched, what is the sutram that is applicable there? What is the lingam of the, what you want to produce the lingam? What is the lingam of the? Napumsaka lingam. Okay, so in the napumsaka lingam, what will happen if it is a achvarna in the end? It becomes akaranta. It will become akaranta? I don't know. Am adesha. Am adesha, Bhagini. Ah, okay. आदेशः भवति. ओके अमादेश अमादेश कुत्र भवति? अमादेश द्वितीया विभक्ति अस्ति न अधिहरम् अस्ति वा फैनल् फार्म् अधिहरि एव. सो अमादेश विल् नाट् हेपन् नो अमादेश विल् कम् वेन् अदन्तम् अस्ति चेत् भवति. अत्र अदन्तं नास्ति, इगन्ध इक इक् इकारान्तम् अस्ति. इकारान्तम् अस्ति चेत् केन सूत्रस्य प्रसक्ति अस्ति? ह्रस्वं सुना है क्या? इफ् यु हेव् यु हर्ड् द वर्ड् ह्रस्व? द ह्रस्वत्वं शुड् हेपन् नो. Which sutra will do the hrasvatvam? There is one sutra of hrasvatvam, no? I don't remember. Sorry. Hrasvo napumsake pratipatikantasya iti suna hai kya? Yeah. Sorry. Hrasvo napumsake pratipatikasya इति ह्रस्वादेशो भवति अजन्त अङ्गानां समासान्तप्रक्रियायां विषये. ओके, अत्र इकारान्तः सो पर्जन्यवत् पूर्वमेव ह्रस्वमस्ति, सूत्रं प्रसक्ति भवति, सूत्रं विदित्वा पूर्व ह्रस्वं ह्रस्वमेव तिष्ठति. रैट्? Right. Now, since it is a ikaranda, what will be the forms? Now you have to add the sup. Sup and the sup lopa bhavati na? What are the sutra which will apply the sup and what will the one which will lopa bhavati? Because avyayam, you have to avyayam, avyayi iti chi pratyaya asti. सो इत् यत् अव्ययं नास्ति तस्य अव्ययं करोति. अव्ययम् अस्ति चेत् प्रत्ययं न तिष्ठति. सो प्रत्ययं विधा प्रत्ययं विदित्वा तस्य निष्कासनमपि अवश्यं करणीयम्. सो अत्र इकारान्तशब्दस्य हरि प्रातिपदिकमस्ति. सो न्या प्रातिपदिकात् सुप् औ जस् अम्मौक्षस् षष्टाभ्यां दिस् एते सूत्रद्वयेन सुबद्धं विधीयते. तदनन्तरं तस्य निष्कासनं केन सूत्रेण कुर्यते? अव्ययादाप्सुपः. विदित विदित सुप्रत्ययस्य लोपः लुक् भवति. तत् कारणात् हरि अधिहरि इति अव्ययभावम् अभिभाव निष्पन्नं भवति. रैट्? दट् इस् वै वी हाव् टु वी आर् दिस् प्रक्रिया इस् वेरि इम्पार्टेण्ट् दट् वी नो वी शुड् नो ईच् वन् ईच् स्टेप्स्. दट् इस् वै द पञ्च उपाङ्गानि इफ् यु हाव् इट् इन् मैण्ड् देन् यु केन् रिमेम्बर् द सूत्रास् एण्ड् देन् गो फार् देट् नो. First you have to do the samasa vidhanam, then you have to create the prakriya for the pratipadikam. You have to create, and when the pratipadikam is there, you cannot add subandham plus subandham. You need pratipadikam plus pratipadikam. So you will remove the pratyayas of the prakriya but knowing very well pratyayalove pratyayalepachanam tishtati eva. Thereafter you get two pratipadigams, you add the two pratipadigams, but you should know which one will come in the beginning, which will come in the second part. So upasarjanam kasya bhavati iti vaktavyam. Then you have the purvapadam and uttarapadam. Then you have to do the sandhi if it is required, or varnamelanam if it is varnamelanam. So that sutras were, you know, ami purvaha or any of the such sutras are coming, you have to keep that in mind. Then you get the nutana pratipadigam. So once you get the nutana pratipadigam, then you have to decide the lingam. In the avyayi bhava is always napumsakalinga, so napumsakalinga vidhanam bhavati. Tatra napumsakalinga vidhanam bhavati, before that, you have to see samasanta prakriya, what is that. If it is adandam asti chet, alandam asti chet, or hrishva achandam asti chet, or what is that? That is the place where you have to take the sutras of, if it is, you know, special words like that, Raja, you know, Sharat Prabhurdi Pyasti, then the sutras are different. All those sutras will come depending upon the Uttarapadam. The end of the Uttarapadam. Then if it is Tach Vidhanam Bhavati Va, if it is Tach Vidhanam Bhavati, then whether An Asti Ched, Rajan An Asti Ched, Kim Bhavati, E Asti Ched, Kim Bhavati, all those sutras, there are 5 sutras for that, if you remember it. All of them will have to be kept in mind depending upon the end of the second padam. Then if it is akarandam, then you will have If sharad asti ched, tach vidhanam bhavati. Then the nadi purnamasi, if that those words are there, then there is a special sutra for that. Okay. Right. I think we will, because I have not been able to prepare the table which Sharmila Bhagini gave me in the last class, because I was busy with that Nyaya Varga activity. So by the next class I'll prepare the table so that, you know, it will be easy for us to make the prakriya. And anyway, any other questions? Otherwise, we'll stop the class today. Mohdaya, once you tell the whole thing of sutra, which I should have said for this adhihari. Once again, from the beginning, okay. I try to remember. Usha Bhagini Vadati Va? Prakriya? Anyone, who knows. Prayatnam Karomi Mohdaya. Adhihari. अधिहरि इति समासः भवति प्राक्कडारात् समासः इति सूत्रेण अधिहरि इति अव्ययीभावसमासः अव्ययीभावः इति अधिकारसूत्रे अस्ति अव्ययीभावसमासः भवति अधिहरि इति अलौकिकविग्रहवाक्यम् अस्ति हरौ इति लौकिकविग्रहम् अलौकिकविग्रहवाक्यम् अस्ति हरियोगः ङीयोगः अधि हरियोगः ङीयोगः अधि इति स्थिते समाससंज्ञा देन्न अव्ययीभाव अव्ययं विभक्तिसमीपसमृद्धि वृद्धि अर्थाभाव अत्यय असम्प्रति शब्दप्रातुर्भाव इति दीर्घसूत्रेण अधि इति अव्ययं हरि इति पदेन समर्थेन सुबन्तेन सह समस्यते हरियोगः ङीयोगः अधि इति स्थिते हरियोगः ङीयोगः अधि इति प्रातिपदिकसंज्ञा अस्ति पूर्णपदस्य हरियोगः ङीयोगः अधि इति प्रातिपदिकसंज्ञा अस्ति कृत् तद्धितसमासाश्च इति सूत्रेण हरियोगः ङीयोगः अति इति स्थिते सुप्रत्यय लुक् भवति सुपो धातुप्रातिपदिकयोः इति सूत्रेण अत्र ङी इति प्रत्ययलोपः भवति अधि इति अव्ययं भवति अव्ययम् इति चेत् पूर्वमेव प्रत्ययः अतिष्ठत् बट् लोपः भवति इति कृत्वा अव्ययं भवति हरि अधि इति पदम् अपि हरियोगः अधि इति स्थिते सुप्तिङ्गन्तं पदम् इति सूत्रेण सुप्रत्ययः अस्ति पदसंज्ञा यस्य अन्ते सुप्रत्ययः अस्ति पदसंज्ञा भवति सुप्तिङ्गन्तं पदम् इति सूत्रेण अत्र अधि इत्यस्य अन्ते सुप् न दृश्यते अधि इति अव्ययं बट् पदसंज्ञा अस्ति हरियोगः ङी इति स्थिते ङी प्रत्ययः लोपः भवति सुपो धातुप्रातिपदिकयोः अव्ययात् ओके ओ अधि अधियोगः प्रीवियस्लि फार् अधि देर्वास सुप्रत्यय बट् लोपः भवति अव्ययात् आप्सुपः इति सूत्रेण हरियोगः अधि इति स्थिते प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण उपसर्जनसंज्ञा विधीयते अधि इत्यस्य अधि इति विभक्त्यर्थे समासविधायकसूत्रे विभक्त्यर्थे प्रथमाविभक्तौ अस्ति तत्कारणात् अधि इति पदम् अधि इति भागः उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण उपसर्जनसंज्ञा भूत्वा उपसर्जनं पूर्वम् इति सूत्रेण पूर्वनिपातः भवति हरियोगः अधि इति अधियोगः हरि इति भवति अधिहरि अधिहरि इति अव्ययीभावश्च इति सूत्रेण अव्ययम् इति संज्ञा भवति अव्ययसंज्ञा भूत्वा अव्ययीभावश्च इति भिन्न अव्ययीभावश्च इति सूत्रेण नपुंसकलिङ्गं भवति अव्ययीभावश्च इति सूत्रेण अधिहरि अव्ययीभावश्च इति सूत्रेण नपुंसकलिङ्गं भवति ह्रस्वो नपुंसके प्रातिपदिकस्य इति सूत्रेण ह्रस्वत्वम् अपि भवति अधिहरि इति ह्रस्व अन्तम् अपि तिष्ठति ह्रस्वो नपुंसके प्रातिपदिकस्य इति सूत्रेण अधिहरि एव तिष्ठति अधिहरि इति प्रातिपदिकसंज्ञा अपि अस्ति ज्ञाप्रातिपदिकात् इति सूत्रेण सु औ जस् अमौट् छस् ठाभ्यां बिस् इति सुप्रत्ययः विधीयते अधिहरियोगः सु इति अधिहरियोगः सु इति अवशिष्यते इदानीम् अवशिष्यते अधिहरियोगः सु इति स्थिते अव्ययात् आप्सुपः इति सूत्रेण सुप्रत्ययस्य लोपः भवति सर्वासु सुप्रत्ययेषु लोपः भवति सर्वासु विभक्तिषु अधिहरि एव तिष्ठति अधिहरि इति पदं पदं भवति अधिहरि इत्यस्य अदन्तम् अङ्गं नास्ति अदन्ताङ्गं नास्ति अतः कारणात् न अव्ययीभावात् अतोम्त्वपञ्चम्याः इति सूत्रस्य प्रसक्तिः नास्ति तत्कारणात् तृतीया सप्तम्योर्बहुळम् इति सूत्रस्य प्रसक्तिः अपि नास्ति अव्ययातापसुपः इति सूत्रमेव कार्यं करोति अधिहरि एव सर्वासु विभक्तिषु रूपं भवति सम्यक् उत्तमम् Now avagatam. Now avagatam, na? Like her, I do not know, but I can. Okay, good. Bagini, I also learned when you both were discussing. But the best way is in the mind, see how the process is happening. You should know this, that is how first you have to give the sampnya. Then you have to define which samasa is being done. This is not only for avyayibhava, tatpurusha also is the same. Then what samasa we are planning to do, that samasa sudam vidana sutram bhavati. Then we have to bring into the state of pratipadikam, because only pratipadikams can be mixed together, not as the subandham. Subandham, when you are mixing, it's only sandhi. No prakriya will happen. So to get the pratipadika, we have to first remove the pratyas. So that has to be done. And then the pratyas are decided, and you have got two pratyas or three pratyas, depending upon what samasa is there. In that, from the Vidana Sutram, which is a Pradama Nirdishtam, that we have to identify. And then that will get a Upasarjana Sampnya, and that should go in the Purvapadam. So we have got the Purvapadam and Uttarapadam. You have to do sandhi if it is a sandhi. If it is varna melanam, you have to do a varna melanam to get the new pratipadikam. In the new pratipadikam, then the samasa and the prakriya will start. Now you have got the samasa pratipadikam. For the samasa, the pratipadikam is ready. Yes. So when you do the samasa and the prakriya, you have to look at the pratipadika andasya, what is the situation. Based on that, whether any special pratyaya has to be added like touch or not, or whether it has alandam asti chet vat kim bhavati, an asti chet kim bhavati, ikarandam asti chet yasyati bhavati, touch tehe lopa bhavati va, all those things will have to be done at that stage. Once that is done, then it's only subandham. You have to do the subandham. I mean, we have to bring it back into a subandham. For that, nya pratipadika suavajas. And once the suavajas is, in the case of tatpurusha samasa, there is no lopa. It will paravalingam because of the uttara padasya, lingam bhavati, samasta padasya. Whereas in the avyayi bhava, since it trishulingeshu, trishuvajaneshu, samasa, yadna vyayati. So there we have to do the lopa of the sup. So there the prakriya is slightly different. Then you have the adandamasirna atontva padjamya, that will, or tridhya saptimur bhagulam, that additional two sutras will come in the case of avyayi bhava. That's all the difference. So this gives you the overall picture of a nutshell. What is the prakriya? Avgatam na? Okay. Astu. प्रस्थगयामः धन्यवादः सर्वे नमस्कारः धन्यवादः महोदय नमस्कारः महोदय